अद्य पुनः विशेषणविशेष्य इति विषयम् अनुवर्तयाम। गते सप्ताहे अस्माभिः परिशीलितं यत् गुणवाचकशब्दाः त्रिधा भवन्ति, केवलं गुणवाचकाः, केवलं गुणिवाचकाः, गुणवाचकाः अपि च गुणिवाचकाः अपि भवन्ति। केवलं गुणवाचकाः यथा शक्तिः, श्रद्धा, धैर्यं, बलम् इत्यादिकं। केवलं गुणिवाचकाः उन्नतः, विशालः, उत्तमः, सुन्दरः इति केवलं गुणिवाचकाः अथवा गुणवद्वाचकाः। गुणवाचकाः अपि गुणिवाचकाः अपि एतस्यां श्रेण्यां रसवाचकाः, वर्णवाचकाः शब्दाः भवन्ति, यथा शुक्लः, नीलः, रक्तः, मधुरः इत्यादि। अपि च अर्थस्य परिवर्तनस्य विषये दृष्टवन्तः। गुणवाचकशब्दतः गुणिवाचकशब्दं प्राप्तुं कस्य प्रत्ययस्य उपयोगः भवति, कोऽपि वदति वा? अस्तु, राजेन्द्रमहोदय उदाहरणं ददाति किम्? यथा श्रद्धा श्रद्धावान्, बलं बलवान्, तथैव तथैव गुणवाचकतः गुणिवाचकपदस्य पदं निष्पन्नं भवति मतुप्योजनेन। गुणिवाचकशब्दात् गुणवाचकः कथं निष्पन्नं भवति? अन्य कोऽपि? अस्तु, वदतु भगिनि उदाहरणत्वेन। सुन्दरबालकाः, बालके सुन्दरता अथवा सौन्दर्यम् अस्ति। तर्हि कस्य प्रत्ययस्य योजनं सञ्जातं तत्र? सुन्दरः, सुन्दरता प्रत्यय, तदनन्तरं सौन्दर्यं प्रत्ययः, शै प्रत्ययः गुणिवाचकशब्दः। तस्मात् गुणवाचकशब्दः निष्पन्नः भवति यदा अथवा तल् अथवा शै प्रत्ययः संयुक्तः भवति तदा। अन्यत्र यः शब्दः गुणवाचकः अपि गुणिवाचकः अपि भवति तत्र प्रत्ययं न अपेक्षितम्। अस्तु, प्रिया भगिनी उदाहरणत्वेन वदति वा, यः शब्दः गुणवाचकः अपि गुणिवाचकः अपि भवति? भगिनि, नमस्कारः, पुष्पा भगिनी किम्? शल् अर्थं किं प्रत्यय शल् श्यै इति प्रत्ययः अस्ति, यथा त्व इति प्रत्ययः तदा तथा एव शै सौन्दर्यम् इति पदं निष्पन्नं भवति तेन। गुणवाचकः, केचन शब्दाः गुणवाचकः अपि गुणिवाचकः अपि भवितुम् अर्हन्ति। उदाहरणार्थं वर्णवाचकशब्दाः वा रुचिवाचकशब्दाः वा, यथा नीलः घटः इति वदामः चेत् तस्मिन् वदनेन तस्मिन् वाक्ये नीलः इति शब्दः गुणवद्वाचकशब्दः अथवा गुणिवाचकशब्दः। घटस्य वर्णः नीलः इति वदामः चेत् तस्मिन् वाक्ये पुल्लिङ्ग रूपे एव नीलशब्दः भवति, गुणवाचकशब्दः। नीलः घटः अथवा नीलं वस्त्रं, नीला माला इति गुणवद्वाचकः अथवा गुणिवाचकशब्दः भवति नीलः इति वर्णवाचकशब्दः। अस्तु, नीलः घटः इति उक्तवती, तत्र तु गुणिवाचकः. नीलः घटः गुणिवाचकः. इदानीम् उपरि गमनार्थं कः प्रत्ययः योजनीयः? त्वप्रत्ययः. तत्र नीलत्वं कुत्र अस्ति? नीलत्वं घटे अस्ति. घटे अस्ति. नीलः अपि च घटः एकस्मिन् स्तरे एव स्तः, यतोहि तत्र नीलः गुणिवाचकः एकस्मिन् स्तरे, तस्मात् उपरि नीलत्वम् इति अस्ति. तर्हि नीलत्वं तस्मिन् अर्थे यदा त्वप्रत्यय योजयामः तदा नीलत्वम् इति गुणः घटे वर्तते. इदानीं घटस्य वर्णः नीलः इति वदामः. घटस्य वर्णः नीलः. नीलः तत्र नीलशब्दस्य प्रयोजनं किम्? गुणवाचकशब्दः. गुणवाचकशब्दः. इदानीम् उपरि गमनार्थं कः प्रत्ययः योजनीयः? त्वम् एव. त्वं. तत्रापि नीलत्वम् इति निष्पन्नम्. इदं नीलत्वं कुत्र अस्ति? नीलत्वं नीलत्वं घटे अस्ति. प्रथमे वाक्ये घटे आसीत् नीलः घटः. नीलः घटः एकस्मिन् स्तरे स्तः उभवति. उपरि गमनार्थं त्वं योजनेन नीलत्वं घटे इति वदामः. द्वितीये वाक्ये घटस्य वर्णः नीलः इति वदामः. पुनः उपरि गमनार्थम् अधुना नीलः गुणवाचकशब्दः. उपरि गमनार्थं नीलत्वं त्वयोजयित्वा नीलत्वम् इति शब्दं निष्पन्नं. तच्च नीलत्वं गुणवाचकप्रसङ्गे नीलवर्णे अस्ति. यथा पुस्तके पुस्तकत्वं तथा नीलवर्णे नीलत्वं. गुणवाचकसन्दर्भे नीलत्वम् इति जातिः भवति. उपरि गमनार्थं त्वयोजनेन. अवगतं वा? किन्तु गुणिवाचकप्रसङ्गे नीलः घटः इति यदा वदामः तदा नीलत्वम् इति गुणः अस्ति. सामान्यतया यदा गुणिवाचकत्वेन गुणिवाचकशब्दात् गुणं प्राप्तुं त्वयोजयामः तदा नीलत्वम् इति गुणः गुणिनी अस्ति इत्यतः घटे अस्ति. किन्तु गुणवाचकप्रसङ्गे नीलत्वम् इति जातिः भवति, नीलवर्णस्य जातिः इति भेदः अस्ति. सर्वैः अवगम्यते वा? नीलत्वं घटे अस्ति गुणवाचकशब्दः. नीलः घटः. हा, गुणवद्वाचकः. गुणवद्वाचकप्रसङ्गे नीलत्वं घटे अस्ति. नीलः घटः एकस्मिन् स्तरे. उपरि गमनार्थं त्वं योजनं. नीलं नीलत्वं घटे अस्ति गुणवद्वाचकप्रसङ्गे अथवा गुणिवाचकप्रसङ्गे. इदानीं गुणवाचकप्रसङ्गे घटस्य वर्णः नीलः इति यदा वदामः तदा उपरि गमनार्थं त्वं योजयामश्चेत् तदा नीलत्वं नीलवर्णे भवति. नीलवर्णस्य जातिः नीलत्वं. पुस्तकस्य जातिः पुस्तकत्वं. तथा भवति नीलत्वम् इति सारांशः. अस्तु, केनापि आगतं वा इदानीं? सरला भगिनि, क्षम्यतां. न न, चिन्ता नास्ति. अस्तु, इतः अग्रे सरेम. भगिनि, एकः प्रश्नः अस्ति. यदा वदामः नीलत्वं नीलवर्णे अस्ति तदा तु नीलत्वं गुणवाचक अस्ति वा गुणिवाचक अस्ति वा? अस्तु, कुतः आगतं नीलत्वम् इति परिशीलनीयम्. नीलवर्णे अस्ति नीलतः. किन्तु प्रसङ्गः कः इति परिशीलनीयः. नीलः घटः इति वदामि चेत् तत्र नीलः अपि च घटः एकस्मिन् स्तरे, तस्मात् उपरि नीलत्वम् अस्तु. तत्र नीलत्वम् इति गुणः अस्ति, न तु जातिः. स च गुणः घटे अपि अस्ति, घटे तु अस्ति एव, किन्तु समानस्तरीयः नीलः इति अस्ति, घटस्य समानस्तरीयः तत्रापि अस्ति. नीलः नाम घटः एव तत्र गुणवद्वाचकः. तर्हि तत्रापि नीले अस्ति नीलत्वं, किन्तु जातिरूपेण न गुणः इति वदामः. घटे नीलत्वम् इति गुणः अस्ति इति यदा वदामः तथा एव नीले भवति. किन्तु अपरस्मिन् प्रसङ्गे यत्र गुणवाचकता दृश्यते, घटस्य वर्णः नीलः इति, तत्र नीले यः नीलत्वम् अस्ति सः नीलत्वं जातिः इति उच्यते. भेदः अस्ति, नीलत्वं नीले अस्ति द्वितीये प्रसङ्गे. यदा वदामः घटस्य वर्णः नीलः, सत्यं तदा. भगिनी, पूर्वस्मिन् वाक्ये नीलत्वं गुणः, नीलः तु गुणी अस्ति किल, सत्यं. नीलः घटः इति वदामः, यदा नीलः घटः इति वदामः तस्मिन् सन्दर्भे नीलत्वम् इति गुणः, नीलः इति गुणवत् गुणी अस्ति. नीलत्वम् इति गुणः नीलगुणी अस्ति. अनन्तरं घटस्य वर्णः नीलः तस्मिन् सन्दर्भे नीलत्वम् इति जातिः नीले अस्ति, नीलः तु घटस्य गुणः. गुणः स्पष्टतया उक्तं भगिन्या, तावदेव अस्ति सारांशः. यत्र गुणवाचकः अपि गुणिवाचकः अपि भवति शब्दः, तथा भवति. अस्तु, अग्रे सराम पुनस्मरणम् इत्यतः पठनम् आरब्धुं शक्नुमः. केनापि आगतं वा इदानीं नूतनतया? कोऽपि आगतवान्? अस्तु, रागिणी भगिनी पठति वा पुनस्मरणम् इत्यतः? अस्तु. उन्नतः वृक्षः उन्नतः गुणिनं वृक्षं बोधयति, वृक्षवाचकशब्दः. तर्हि विशेषणं किम्? विशेष्यः पदार्थः, न तु पदम् इति स्मर्तव्यम्. तर्हि पदं किम्? विशेष्यवाचकं. तथैव उन्नतः वस्तुतः विशेषणवाचकः. विशेषणम् औन्नत्यम्, औन्नत्यम् इत्यनेन वृक्षः विशिष्यते, पृथक् क्रियते. अन्येभ्यः वृक्षेभ्यः पृथक् कुर्मः अनेन औन्नत्यगुणेन. येन विशिष्यते उन्नतः तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति, अतः तदेव विशेषणम्. इदमपि पूर्वं पठितमेव, सारांशरूपेण वदति वा भगिनि? अत्र वयं पठितवन्तः उन्नतः वृक्षः, तत्र वृक्षवाचकशब्दः अस्ति उन्नतः, तत् तु विशेष्यपदार्थः, विशेष्यवाचकशब्दः अस्ति औन्नत्यं, न तु विशेषणं. विशेषणं नास्ति, विशेषणवाचकः. विशेषणवाचकं, विशेषणम् औन्नत्यम् अस्ति. औन्नत्यम् इत्यनेन एव वृक्षः विशिष्यते, पृथक् क्रियते. यदि शतं वृक्षाणि सन्ति तर्हि औन्नत्यम् एव अनेन एव गुणेन तत् पृथक् क्रियते, विशिष्यते. उन्नतः शब्दः तथा नास्ति, उन्नतः पदं तथा नास्ति, किन्तु औन्नत्यं तथा अस्ति. अतः विशेषणम् औन्नत्यमेव. औन्नत्यमेव. वृक्षविषये, वृक्षः इति पदस्य विषये किञ्चित् वदतु. वृक्षः इति पदं वृक्षवाचकशब्दः अस्ति, विशेष्यवाचकशब्दः. विशेष्यवाचकशब्दः स्वयं विशेष्यं न इति अवदत्तम्. आमां, वृक्षत्वम् इति विशेष्य विशेष्यं. पुनस्मरणार्थमेव अयम् अंशः, विशेष्यवाचकः अस्ति वृक्षः, किन्तु साक्षात् विशेष्यः अस्ति सः एव वृक्षः यः औन्नत्येन विशिष्यते. तथा एव उन्नतः शब्दः अपि विशेषणवाचकः, न तु स्वयं विशेषणं. वस्तुतः औन्नत्यम् इति गुणः अस्ति विशेषणम् इति पूर्वमपि अस्माभिः पठितम्. अस्तु, अग्रे राधिका भगिनी पठति वा? समानाधिकरणम् असमानाधिकरणं च. विशेषणविशेष्ययोः समानाधिकरणं न स्यात्. यथा अत्र उन्नतः वृक्षः, उन्नतः गुणिवाचकशब्दः, अतः वृक्षम् एव बोधयति. द्वयोः पदयोः समानविभक्तिकत्वम् एकार्थबोधकत्वं च, अनेन समानाधिकरणम्. तस्मात् उन्नतः इत्युक्तौ इत्युक्ते वृक्षः एव, अतः उन्नतः शब्दः वृक्षं विशेषयितुं न शक्नोति. उन्नतः वृक्षः च समानवस्तु. कथं वा उन्नतशब्देन वृक्षः भिद्येत? किन्तु औन्नत्यं भिन्नवस्तु. औन्नत्यवृक्षयोः एकार्थबोधकत्वं नास्ति, समानाधिकरणं नास्ति. औन्नत्यं भिन्नं, वृक्षः भिन्नः, अतः औन्नत्ये वृक्षस्य विशेषयितुं सामर्थ्यम् अस्ति. अस्तु भगिनि, किञ्चित् प्रतिपादयतु. यदि वयम् इदानीमेव पठितवन्तः औन्नत्यं विशेषणम्, उन्नतः तु विशेषण पदमेव. विशेषणविशेषयोः तु समानाधिकरणं नास्ति. यदा उन्नतः वृक्षः यदि वयं वदामः, औन्नत्यं विशेषण विशेषणमस्ति, औन्नत्यं पृथक् कर्तुं शक्नोति, परन्तु उन्नतः तु तादृशं नास्ति. सम्यक् वा भगिनि? तादृशं नास्ति. किमर्थम्? उन्नतः अपि च वृक्षः समानाधिकरणौ वा? आम्, उन्नतः वृक्षः समानाधिकरणौ, यतोहि उन्नतः इत्युक्ते वृक्षः एव, उन्नतः वृक्षम् एव बोधयति, समानाधिकरणं. तर्हि भिन्नपदार्थः, उन्नतः भिन्नपदार्थः, वृक्षः भिन्नपदार्थः इति न वक्तुं शक्नुमः. किन्तु औन्नत्यम् इत्यस्य अधिकरणं किम्? वृक्षे अस्ति औन्नत्यम्. औन्नत्यं वृक्षे अस्ति इत्यतः औन्नत्यस्य अधिकरणं वृक्षः, समानस्तरे न स्तः. यदि वयं चित्रमपि लेखिष्यामश्चेत् तदा उन्नतः वृक्षः इति अस्ति. तस्मात् उपरि गमनार्थं शै अथवा त्व योजयित्वा औन्नत्यम् उन्नतत्वं निष्पन्नं भवति. तर्हि उन्नतः वृक्षः समानाधिकरणौ, औन्नत्यम् इति भिन्नः पदार्थः एव, सः गुणः, सः गुणः वृक्षे अस्ति. तदर्थम् औन्नत्ये भेदायितुम् अथवा वृक्षं विशेषयितुं सामर्थ्यम् अस्ति इति सारांशः. विशेषणविशेष्यभावे अयम् अंशः मुख्यः अस्ति. भिन्नः पदार्थः स्यात् विशेषणम्, विशेष्यात् यः पदार्थः भिन्नः अस्ति तस्मिन्नेव विशेषयितुं सामर्थ्यम् अस्ति इति. अत्र प्रश्नः अस्ति वा भगिनि? विद्येता अर्थम् अल्प कथं वा वृक्ष उन्नतशब्देन भिद्येत कथं भिद्यति इति. हा भिद्यति लिङ्लकारः अस्ति भिद्येत इति. भिद्येत विधिलिङ्ग् विधिलिङ्ग् सत्यम्. सो उन्नतशब्दः इस् समानाधिकरणम् अस्ति, औन्नत्यम् असमानाधिकरणं. वदतु भगिनि, औन्नत्यं कुत्र अस्ति? औन्नत्यं वृक्षे अस्ति. तर्हि वृक्षस्य अपि च औन्नत्यस्य एकमेव अधिकरणं वा? अस्तु, समानाधिकरणौ इत्युक्ते किम्? आश्रयः समानः. इदानीं यदा उत्पीठिकायां कागदमस्ति, लेखनी अस्ति, तर्हि कागदलेखन्यौ समानाधिकरणौ. तथा एव उन्नतः वृक्षः इति यदा वदामः, तदा उन्नतः गुणवद्वाचकः इत्युक्ते वृक्षस्य सूचनां ददाति. उन्नतः नाम वृक्षः एव. एकस्मिन् स्तरे उभौ अपि स्तः. एकः एव पदार्थः उन्नतः, अपि च सः उन्नतः शब्दः वृक्षमेव बोधयति. तर्हि उन्नतः वृक्षः एकमेव पदार्थं सूचयतः इत्यतः समानाधिकरणौ एकस्मिन् स्तरे स्तः. किन्तु औन्नत्यं कुत्र अस्ति? उपरि अस्ति खलु. औन्नत्यं कस्मिन् अस्ति? औन्नत्यं तस्य गुणः अस्ति, तस्य भावः अस्ति. उन्नतस्य भावः, किन्तु औन्नत्यं कस्मिन् अस्ति? औन्नत्यं वृक्षे अस्ति. वृक्षे अस्ति, तर्हि औन्नत्यम् इत्यस्य अधिकरणं वृक्षः. यदा उत्पीठिका अस्ति, उत्पीठिकायाः उपरि लेखनी अस्ति, तदा उत्पीठिका लेखनी समानाधिकरणौ न. कागदमस्ति, लेखनी अस्ति, कागदलेखन्यौ समानाधिकरणौ, यतोहि उभौ अपि उत्पीठिकायां स्तः, किन्तु उत्पीठिका लेखनी समानाधिकरणौ न. तथा एव विशेषणं समानाधिकरण्ये न भवितुम् अर्हति विशेष्येन सह. सः भिन्नः एव पदार्थः, तदर्थं तस्मिन् सामर्थ्यम् अस्ति विशेषयितुम्. भगिनि, प्रश्नः अस्ति, तत्र लेखनी उत्पीठिका उदाहरणे उत्पीठिकातः लेखनीं पृथक् कर्तुं शक्यते, परन्तु वृक्षतः औन्नत्यं पृथक् न कर्तुं शक्यते. आमां, तत्तु सत्यमेव. तत्तु सत्यमेव महोदय. उत्पीठिकालेखन्योः मध्ये संयोगसम्बन्धः अस्ति खलु, किन्तु औन्नत्यवृक्षयोः मध्ये समवायसम्बन्धः. तत्तु सत्यं. वृक्षस्य अधिकरणं किम्? वृक्षस्य अधिकरणं भूमिः, भूतलं, किमपि स्यात्. किन्तु औन्नत्यस्य अधिकरणमस्ति वृक्षः. अपरस्मिन् स्तरे अस्ति, उपरितनस्तरे अस्ति औन्नत्यं. तदर्थं भिन्नः पदार्थः, तदर्थमेव भिन्नः पदार्थः भूत्वा विशेषयितुं सामर्थ्यं प्राप्नोति विशेषणं. नो चेत् उन्नतः वृक्षः इति यदि वदामः, उभौ अपि समानस्तरे स्तः, समानाधिकरणौ. तदर्थम् उन्नतः साक्षात् विशेषणं नास्ति, केवलं विशेषणवाचकपदम्. भगिनी, यथा यदा वयं व्यासपुस्तके पूर्वं पठितवन्तः, विशेषण विशेष समानविभक्ति एव भवति, तथा तु किञ्चित् तत्र किञ्चित् संशयः अस्ति इदानीं. प्रश्नः कः महोदय? तद् तद् साधु नास्ति इति वा अथवा पूर्वं तु पठितवन्तः विशेषणविशेष समानविभक्ति एव एका एव विभक्तिः अस्ति यः बालकः तथा उन्नता वृक्ष तथा किञ्चित् दोषतरा वदामि परन्तु किञ्चित् तत्र स्पष्ट प्रायशः न भवेत् ईदृशी यदा इदानीं भवती पाठयति तत्तु वयं सर्वे L1 L2 स्तरे तथा पठितवन्तः एव किन्तु तथा स्यात् नियमः उन्नतः वृक्षः उन्नता बालिका किन्तु वस्तुतः औन्नत्यम् इति गुणः एव विशेषणम् इति अवगन्तव्यम् उन्नतः तु गुणवद्वाचकः गुणिनं बोधयति खलु गुणिवाचकः अथवा गुणवद्वाचकः इति वदामश्चेत् गुणिनं बोधयति गुणिनं नाम वृक्षं बोधयति तर्हि साधारणतया वृक्षस्य लिङ्गं वचनं विभक्ति सर्वम् उन्नतस्यापि भवति तर्हि उन्नतः बालकः औन्नत्यं समान गुणवाचकः शब्दः समानाधिकरण अस्ति उन्नतः बालकः नास्ति यः वाक्यस्य गुणः समानाधिकरण नास्ति औ उन्नतः बालकः तस्मिन् औन्नत्यस्य बालकस्य समानाधिकरणं नास्ति किन्तु उन्नतः बालकः उन्नतस्य अपि च बालकस्य उन्नतः बालकः द्वौ शब्दौ तयोः समानाधिकरणता अस्ति किन्तु औन्नत्यस्य बालकस्य नास्ति समानाधिकरण्यम् उन्नतः बालकः इति शब्दद्वयं शब्दद्वयं तयोः समानाधिकरणता अस्ति किन्तु औन्नत्यम् अपि च बालकः तयोः समानाधिकरणता नास्ति यतोहि औन्नत्यं बालके अस्ति अस्तु बालकः अन्यत्र अस्ति भूमौ वा आसन्धे वा अन्यत्र कुत्रापि अस्ति बालकस्य अधिकरणं भिन्नम् औन्नत्यस्य अधिकरणं भिन्नम् औन्नत्यस्य अधिकरणं बालकः बालकस्य अधिकरणं भूमिः तथा तत्र भेदः अस्ति विशेषणं सामान्यतया समानाधिकरणे न भवति तदर्थं विशेषयितुं सामर्थ्यमस्ति भिन्नः पदार्थः एव सः इति अस्तु अग्रे सरेम तर्हि भगिनी पठति वा अग्रे कः प्रिया इति उक्तवती वा भगिनी प्रिया भगिनी आमाम् ओ क्षम्यताम् अस्तु सम्यक् श्रूयते खलु मम ध्वनिः प्रिया इति मम मया न श्रुतवती क्षम्यताम् मया न श्रुतं क्षम्यताम् अधिकविधविशेषणानि किल न वृक्षस्य विशेषणद्वयं ततः अस्तु वृक्षस्य विशेषणद्वयम् औन्नत्यम् इति गुणः वृक्षस्य एकं विशेषणं तस्य कार्यम् औन्नत्यम् इति गुणः अस्मिन् वृक्षे अस्ति अपरेषु वृक्षेषु नास्ति अतः इमं वृक्षम् अन्येभ्यः वृक्षेभ्यः पृथक् करोति वृक्षत्वम् इति जातिः वृक्षस्य द्वितीयं विशेषणं तस्य कार्यं सर्वेषु वृक्षेषु विद्यमानं वृक्षत्वम् इति विशेषणं विजातीयेभ्यः सर्वान् वृक्षान् पृथक् करोति वृक्षः गृहात् भिन्नः यानात् भिन्नः मनुष्यात् भिन्नः इति कथं वृक्षे वृक्षत्वम् अस्ति गृहे याने मनुष्ये च वृक्षत्वं नास्ति अतः वृक्षत्वम् इति जात्या वृक्षः भिद्यते, वृक्षत्वमिति जातिः वृक्षम् अन्येभ्यः द्रव्येभ्यः पृथक् करोति. तर्हि विशेषणद्वयमस्ति, गुणः जातिः च. वस्तुतः ततः अधिकविधविशेषणानि अपि सम्भवति. अस्तु, अधिकविशेषणानि कानि इति अग्रे पश्येम, किन्तु वृक्षस्य सन्दर्भे किम् उक्तम् अत्र इति किञ्चित् वदतु भगिनि. वृक्षस्य विशेषणद्वयम् अस्ति इति उक्तमस्ति. एकविशेषणम् अस्ति गुणः, अन्यदस्ति जातिः. वृक्षत्वम् इति जातिः वृक्षे एव भवितुमर्हति. तदेव द्वितीयविशेषणम् अस्ति. परन्तु मम तु तदेव सुलभतया अवगमनं मम जायते. सर्वेषु वृक्षेषु तु वृक्षत्वम् अस्ति इति, वृक्षत्वम् इति जातिः वृक्षे वर्तते, तथा एव अतः एव वृक्षः भिद्यते. अन्येभ्यः वृक्षे द्रव्येभ्यः वृक्षत्वं नास्ति. वृक्षः वृक्षत्वम् इति जात्या भिद्यते इति अर्थं भवति. द्वितीयमस्ति अथवा अत्र प्रथममस्ति गुणः. गुणः तु औन्नत्यम् इति वृक्षस्य विशेषणमस्ति, एकं विशेषणमस्ति. अर्थः अस्ति औन्नत्यम् इति गुणः यस्मिन् वृक्षे अस्ति सः वृक्षः एव अन्येषु वृक्षेषु पृथक् करोति, अन्येभ्यः वृक्षेभ्यः पृथक् करोति. वयं जानीमः कस्य वृक्षस्य वर्णनं भवति इति अस्माभिः अवगमनं भवति. सम्यक्तया एव उक्तं भवत्या. तर्हि विशेषणद्वयं भवति वृक्षस्य. प्रथमं वृक्षे विद्यमानः गुणः औन्नत्यं, तेन वृक्षः भिद्यते अपरेभ्यः वृक्षेभ्यः. द्वितीयं वृक्षे विद्यमाना जातिः वृक्षत्वं. वृक्षत्वम् इति जात्या वृक्षः मनुष्यः न, वृक्षः प्राणी न इति अवगच्छामः. तर्हि वृक्षस्य विशेषणद्वयमस्ति अत्र, औन्नत्यम् अपि च वृक्षत्वं. तथा एव सर्वेषु पदार्थेषु भिन्नभिन्नानि विशेषणानि भवन्ति. पुस्तके यदा वदामः नीलः वर्णः भवति, नीलं पुस्तकम् इति वदामश्चेत् तत्र नील इति गुणः, नीलत्वम् इति गुणः, पुस्तकत्वम् इति जातिः. पुस्तकत्वं जात्या पुस्तकं लेखनी न, पुस्तकम् आसन्दः न, पुस्तकं स्यूतः न इति जानीमः. तत्रापि विशेषणद्वयं निर्दिष्टम् इति अवगच्छन्ति वा? तथैव अधिकानि अपि भवितुमर्हति विशेषणानि, केवलं गुणः जाति इत्येव न. अग्रे गत्वा पठामः अधिकविधविशेषणानि कानि इति. राजेन्द्रमहोदय पठति वा अग्रे? आम् भगिनि. अधिकविधविशेषणानि. विशेषणम् इत्युक्ते येन विशिष्यते, अतः येन केन अपि एकं वस्तु अन्येभ्यः वस्तुभ्यः विशिष्यते तत् विशेषणं. भूतले नीलः इति गुणः, भूतलत्वम् इति जातिः, घटः इतः द्रव्यं, त्रिभिः भूतलं विशिष्यते. ततः अत्र विशेषणत्रयम् अस्ति. विशेषणानि गुणः, जातिः, द्रव्यम् एकमेव सते सन्ति. नीलत्वं, भूतलत्वं, घटः. नीलत्वं, भूतलत्वं, घटः. अन्यत् अस्ति नीलः, भूतलं, बालके औन्नत्यम् इति गुणः बालकत्वम् इति जातिः धनम् इति द्रव्यं लेखनक्रिया इति कर्म घटाभाव इति अभावः पञ्चभिः बालकः विशिष्यते अतः विशेषणपञ्चकम् अस्ति. अस्तु, प्रथमतया विशेषणम् इत्युक्ते येन विशिष्यते इति चिन्तयन्तु. येन विशिष्यते तद्विशेषणम्, अपि च विशेषणम् एकाधिकं भवितुमर्हति, केवलं गुणः इत्येव न. अत्र राजेन्द्रमहोदय, भूतलस्य प्रसङ्गे विशेषणानि कानि इति किञ्चित् वदतु. भूतलत्वं विशेषणम् अथवा जाति अपि अस्ति, जाति अस्ति, गुणः अपि विशेषणम् अपि अस्ति. भूतलत्वम् इति जातिः अस्ति, जातिः भूतलं नीलत्वं नीलतम् इति गुणः अस्ति, किमपि भूतलं नीलवर्णः अस्ति, भूतलस्य वर्णः नीलः अस्ति, तत् नीलत्वम् अस्ति, नीले नीलत्वं किं गुणः, गुणः तत्तु गुणः अस्ति. भूतलत्वं किं, भूतलत्वं तं जातिः, जातिः अस्ति, जातिः. अन्यत् अस्ति भूतले घटः अस्ति, घटवत् भूतलं यदा घटः द्रव्यम् अस्ति, भूतलम् एकः अस्ति, घटः अन्यत् द्रव्यम् अस्ति. भूतले घटः अपि भवितुम् अर्हति, तथा एव घटवत् भूतलं. घटः जाति जाति नास्ति, घटः भूतलस्य जाति नास्ति. अस्माकं विशेष्यं किम् अत्र, भूतलं वदतु महोदय, विशेष्यं किम् अस्माकम् अत्र, भूतलं, भूतलं घटवत् भूतलम् इति वदामः तत्र, सः भूतल तद् भूतलं यस्मिन् घटः अस्ति सः विशेष्यं. भूतलम् इति विशेष्यं, तस्य विशेषणत्रयं भवितुमर्हति. भूतलस्य वर्णः नीलः इति चिन्त्यताम्, तर्हि नीलं भूतलं, नीलम् इति नील इति गुणः तत्र भूतलस्य, अपि च भूतले भूतलत्वम् इति जातिः अस्ति. भूतलत्वम् इति जातिः अस्ति, तेन वयं जानीमः भूतलं वृक्षः न, यतोहि भूतलत्वजात्या भिद्यते वृक्षेण अथवा फलेन प्राणिना वा. अपि च भूतले घटः अस्ति, घटः इति द्रव्यं, तेनापि वयं ज्ञातुं शक्नुमः. भूतलस्य एकदेशे घटः अस्ति इति चिन्तयन्तु, अपरस्मिन् भागे नास्ति, तर्हि इदं भूतलम् अपरस्मात् भिन्नः. कथं जानीमः एतत् घटवत् भूतलम्? अपरस्मिन् भागे घटाभावः अस्ति, तर्हि भूतलस्य विशेषणत्रयम् अत्र अस्ति, गुणः, जातिः, अपि च द्रव्यम्. तथैव अग्रे अस्ति, यथा कोऽपि बालकः अस्ति, तस्य बालके औन्नत्यम् अपि भवितुम् अर्हति, औन्नत्यं तु गुणः एव. बालकत्वम् अपि अस्ति, तत् जातिः. बालक धनम् अपि बालके न अस्तु, बालकस्य हस्ते धनम् अस्ति, बालकस्य हस्ते धनम् अस्ति इति तु द्रव्यम् अस्ति, तदपि किञ्चित् भिन्न करोति अन्येभ्यः बालकेभ्यः. तर्हि तं बालकं वयं धनवान् बालकः. अन्यत् लेखनक्रिया इति कर्म, यथा सः बालकः एकः बालकः लिखति, तत्तु तस्य कर्म अस्ति, लेखनक्रिया. अन्येभ्यः बालकेभ्यः विद्यते यथा त अन्ये बालकाः लेखनक्रिया न कुर्वन्ति. बालकस्य हस्ते यथा घटः नास्ति तत्र घट अभावः अस्ति. यथापि अन्ये बालकेभ्यः तेषां हस्ते घटः सन्ति अस्ति तत्र. इदानीं घटाभावः बालके अस्ति. बालके कथं वदति मतुप् योजनेन? यथा धनवान् बालकः इति उक्त्वा धनम् इति द्रव्येण तथा एव घटाभावः बालके अस्ति इति कथं वदति? वदतु भगिनि. घटाभाववान् बालकः. एतस्य बालकस्य पार्श्वे घटः नास्ति तर्हि अभाववान् बालकः. अपरेषां पार्श्वे अस्ति इति चिन्तयन्तु. ते सर्वे घटवन्तः बालकाः. एषः तु घटाभाववान् बालकः. एषः बालकः. प्रश्नः अस्ति अत्र अभावविषये. अभावः कथं पृथक् करोति, समयः वा अथवा यदि अहं वदामि बालके घटः आसीत् परन्तु इदानीं नास्ति तस्मात् कारणात् घटाभावः अस्ति, अथवा सर्वेभ्यः बालकेभ्यः हस्ते घटः अस्ति परन्तु एषः बालकः घटाभाववान् अस्ति, तादृशं वा? अहं प्रश्नं पुनः पृच्छामि. भवत्याः प्रश्नः अस्ति अधुना एतस्य बालकस्य हस्ते घटः नास्ति तर्हि बालके घटाभावः वर्तते अधुना इति भवत्याः प्रश्नः वा? मम प्रश्नः तु समयः इदानीं बालकस्य हस्ते घटः नास्ति परन्तु पूर्वम् आसीत् तस्मात् कारणार्थं सः बालकः घटाभाववान् बालकः अस्ति वा, अथवा अन्य बालकस्य हस्ते घटः अस्ति परन्तु एषः बालकः घटाभाववान् अस्ति तस्मात् कारणार्थं घट अभावः पृथक् करोति, तादृशं वा? घटाभावः अस्ति इत्येव. पूर्वम् आसीत् वा न वा तस्य समीपे घटः अथवा अपरे अथवा इदमपि चिन्तयतु भूतले घटः अस्ति. अस्तु, बालकस्य हस्ते घटः नास्ति तर्हि सः तत्रापि यदि वयं घटस्य विषये चिन्तयामः तदा घटाभावः बालके अस्ति. बालकस्य समीपे पटः अपि नास्ति इति चिन्तयतु. पूर्वम् आसीत् वा न वा भिन्नः विषयः, किन्तु अधुना पटस्य विषये अस्माकं चिन्तनम्. अथवा अपरेषां बालकानां पार्श्वे पटः अस्ति न वा इति अपि मास्तु चिन्तनम्. केवलम् अस्माकं ज्ञानम् अपेक्षितमस्ति पटः अथवा घटः बालकस्य समीपे अस्ति न वा इति. तद् नास्ति चेत् सः घटाभाववान् अथवा पटाभाववान् इति वक्तुं शक्नुमः. घटः नास्ति. पूर्वमासीत् वा न वा इत्यस्य न कापि न किमपि महत्त्वम् इति अहं चिन्तयामि. किमपि बालके घट अस्ति या नास्ति न को किञ्चित् अर्थं न न अहम् एक अन्य उदाहरणं ददामि. एकवर्षपूर्वं मया तु किमपि संस्कृतज्ञानं न आसीत्, तो अहं संस्कृतज्ञान अभाववती आसम् एकवर्षपूर्वं. परन्तु इदानीं किञ्चित् अस्ति, तु अहं वक्तुं शक्नोमि अहं संस्कृतज्ञानं किञ्चित् भवति इति. तदेव मम प्रश्नः आसीत्, अभावः पृथक् कथं करोति? यदि समयः पृथक् करोति वा? अथवा मम समीपे संस्कृतज्ञानं नास्ति एव, परन्तु वयं पूर्वम् अभावः कस्मिन्नपि अभावः घटाभावः अत्र अस्ति अथवा अत्र नास्ति इति, अभावः कस्मिन्नपि स्वरूपसम्बन्धेन वर्तते इति वयं पूर्वं पठितवन्तः एकवारं, स्मर्यते वा? अभावः स्वरूपसम्बन्धेन, तत्रापि दैशिकविशेषणता कालिकविशेषणता इति सम्बन्धद्वयं दृष्टम्। दैशिकविशेषणतया अभावः अस्ति इति वदामश्चेत् अस्मिन् स्थले अस्मिन् प्रदेशे अभावः अस्ति, कालिकविशेषणतया अभावः अस्ति इति वदामश्चेत् कस्मिंश्चिदपि काले अस्ति अभावः इति। तर्हि यथा भवती उक्तवती, तर्हि अभावः आसीत्, अधुना नास्ति, किन्तु पूर्वं संस्कृतज्ञानाभाव अन्येभ्यः भवतीं पृथक् अकरोत्, अधुना तथा नास्ति। सः अभावः दैशिकविशेषणतया अस्ति वा कालिकविशेषणतया अस्ति वा इति भिन्नः विषयः, अत्र तु अभावस्य सामर्थ्यम् अस्ति विशेषणं भवितुम् इति मुख्यांशः अस्ति। अभावः तु जातिः तादृशम् एव, अभावः जातिः नास्ति, अस्तु न न तादृशम् अहं किं वदामि इत्युक्ते वृक्षत्वं वृक्षे अस्ति, तादृशम् अभावत्वं बालके अस्ति, तदेव तावदेव तावदेव। सप्तपदार्थाः सप्तपदार्थाः अस्माभिः लक्षिताः, द्रव्यगुणकर्म सामान्य समवाय विशेषः अभावः इति सप्त उक्तवती वा? हा उक्तवती इति चिन्तयामि। द्रव्यगुणकर्म सामान्य समवाय विशेषः अभावः, अस्तु सप्तपदार्थाः, तेषु पञ्चपदार्थानां सामर्थ्यम् अस्ति विशेषणं भवितुं, गुणस्य सामर्थ्यम् अस्ति, औन्नत्यं बालके गुणस्य सामर्थ्यं, बालकत्वम् इति जातिः, जातिः इत्युक्ते सामान्यमेव, समानानां धर्मः सामान्यं, सामान्यम् इत्युक्ते जातिः, तर्हि सामान्यम् इत्यस्य सामर्थ्यम् अस्ति विशेषणं भवितुं, क्रियावान् बालकः इति वदामः, तर्हि कर्म अथवा क्रिया न्यायपरिभाषया कर्म इति उच्यते, कर्मणः सामर्थ्यम् अस्ति विशेषणं भवितुं, धनवान् बालकः इति वदामः, धनं तु द्रव्यं, द्रव्यस्यापि सामर्थ्यम् अस्ति, घटाभाववान् बालकः इति अपि वक्तुं शक्नुमः, यत्र यदा तस्य हस्ते घटः नास्ति, तर्हि अभावस्यापि सामर्थ्यम् अस्ति। सप्तपदार्थेषु येषां पञ्चानां सामर्थ्यम् अस्ति विशेषणं भवितुम् इति सारांशः। अत्र प्रश्नः अस्ति वा? पुनः जाति जातिविशेषणं कस्मिन् पदार्थे अस्ति? सामान्यम्, जातिः इत्युक्ते सामान्यमेव, सामान्यम् इत्युक्ते जातिः, तर्हि विशेषणपञ्चकम् इति मुख्यः अंशः स्मर्तव्यः, गुण जातिः द्रव्य क्रिया अभावेषु एतादृशं सामर्थ्यं वर्तते विशेषणं भवितुम्। जाति गुण जाति द्रव्यं कर्म अभावः, अस्तु अग्रे विद्याशङ्करमहोदय पठति वा? एकैव विशेषणं तथा विशेषणानां बालके विद्यमान औन्नत्यस्य शीर्षिकं पठतु विशेषणानां विशेषणानां विशेषणवाचकपदानि बालके विद्यमान औन्नत्यस्य विशेषणवाचकपदम् उन्नतः बालके विद्यमान धनस्य विशेषणवाचकपदं धनवान् बालके विद्यमान लेखनक्रियायाः विशेषणवाचकपदं लेखनक्रियावान् बालके विद्यमान घट अभावस्य विशेषणवाचकपदं घटाभाववान् बालके विद्यमान बालकत्वस्य विशेषणवाचकपदं बालकः एव किम् अवगतं महोदय विशेषणपञ्चकम् इति उक्तम् अस्मिन् उदाहरणे बालकस्य उदाहरणे बालके पञ्च बालकः पञ्च पञ्चभिः विशेषणेभ्यः विशेषणैः विशेष्यते तस्य एकस्य एकैकविशेषणस्य विशेषणवाचकपदम् अस्मिन् पासके दत्तं यतः उदाहरणतः बालके विद्यमान औन्नत्यस्य विशेषणवाचकपदम् उन्नतः उन्नतः बालकः अस्मिन् वाक्ये उन्नतः विशेषणवाचकपदम् औन्नत्यविशेषणस्य विशेषणवाचकपदम् उन्नतः एवञ्च बालके विद्यमानधनः अस्ति चेत् धनस्य विशेषणवाचकपदं बालकः धनवान् इति बालके विद्यमानलेखनक्रियायाः विशेषणवाचकपदं बालकः लेखनक्रियावान् इति तद्रीत्या यतः बालकस्य घट अभावः अस्ति तदा बालकस्य घटाभावस्य विद्यमानविशेषणवाचकपदं घट अभाव बालकः घट अभाववान् अपि च बालके विद्यमानजातिविशेषस्य विशेषणवाचकपदं बालकः एव बालकः एव यतोहि बालकत्वमस्ति तदर्थं बालकः बालिकात्वं भवति चेत् बालिका इति वदामः इति विशेषणपञ्चकम् अपि च विशेषणवाचकपदानि एतानि इति अस्ति अस्तु अग्रे पद्मा भगिनी पठति वा पद्मा भगिनी अस्ति किम् माला भगिनी हरि ओम् आं भगिनी अस्मि अस्तु पठतु एक एव विशेषणं यदा कोऽपि केवलं बालकः वदति तदा विशेषणं केवलं बालकत्वम् एव तथा च तत्र बालके विद्यमानबालकत्वस्य विशेषणवाचकपदं बालकः एव उन्नतः केवलं गुणिवाचकः तर्हि कथं विशेषणवाचकः उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम् उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानम् अग्रे पठामि वा अत्र किम् अवगतम् इति वदतु बालकः इति केवलं बालकः इति वदामश्चेत् तत्र एकः एव विशेषणं भवति तद्विशेषणमस्ति बालकत्वं बालकत्वं किन्तु तत्र वाचकपदं किं विशेषणवाचकपदं तु बालकः एव बालकः एव आम् अग्रे उन्नतः केवलं गुणिवाचकः गुणिवाचकः उन्नतः इति वयं प्रारम्भतः वदन्तः स्मः आम् तर्हि कथं विशेषणवाचकः? उन्नतः विशेषणवाचकशब्दः इति अधुना उक्तम्। उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानम्। अहं किं वदामि अत्र? हा, अत्र तु प्रश्नः अवगतः चेत् पर्याप्तं। प्रारम्भतः प्रारम्भतः गुणिवाचकः गुणिवाचकः इति वदन्तः स्मः। सुन्दरः बालकः, तत्र सुन्दरः अपि गुणिवाचकः, किन्तु उन्नतः विशेषणवाचकः अपि इति अधुना वदामः। यथा उन्नतः वृक्षः वाक्ये इत्यस्मिन् वाक्ये वृक्षः विशेष्यवाचकशब्दः, न तु स्वयं विशेषणम्। तथा एव उन्नतः विशेषणवाचकः अपि गुणिवाचकः अपि। तत् कथं भवति इति अग्रे लिखितम् अस्ति। अस्तु, अवगतं वा प्रश्नः कः इति सर्वैः? अस्तु, उन्नतः इति शब्दः गुणिवाचकः तु अस्ति एव, उन्नतः वृक्षः इति वदामश्चेत्। उन्नतः विशेषणवाचकः अपि, औन्नत्यम् इति विशेषणं, तस्य वाचकः अपि। तत् कथम् इति अग्रे अस्ति। तर्हि अखिला भगिनी अग्रे पठति वा? अखिला भगिनी अस्ति किम्? अस्ति भगिनि, अस्मि भगिनि। अस्तु अस्तु, पठतु। भगिनी अस्ति किम्? अस्तु, अखिला भगिनी अस्ति वा? आम्, अहमेव इदानीं पठामि भगिनि, न श्रूयते वा? न न, किमपि न श्रूयते। इदानीं श्रूयते। अस्तु, पठतु इदानीम्। उन्नतः केवलं गुणिवाचकः। उन्नतः केवलं गुणिवाचकशब्दः इति तु आरम्भतः एव उच्यमानं। द्वयमपि कथं? गुणविशिष्टं गुणिनम् इत्यस्य तात्पर्यं तदेव। उन्नतः इत्युक्ते औन्नत्यरूपगुणविशिष्टपदार्थः इत्युक्ते अनेन उन्नतशब्देन गुणी अपि सूचितः, गुणः अपि सूचितः। उन्नतः वृक्षः इति वाक्ये औन्नत्यम् इति गुणः सूचितः अस्ति किल, नाम तेन वाक्येन अवगम्यते यत् औन्नत्यम् इति गुणः वृक्षे अस्ति। केन शब्देन इदम् अवगम्यते? उन्नतशब्देन। एतदर्थम् उच्यते यत् गुणिवाचकाः शब्दाः ये सन्ति ते शब्दाः गुणविशिष्टगुणिवाचकाः। अतः उन्नतशब्दस्य यः अर्थः तस्मिन् अर्थे गुणः अपि अन्तर्भूतः, नाम औन्नत्ययुक्तवृक्षः। उन्नतशब्दस्य यः समग्रः अर्थः तस्मिन् समग्रे अर्थे औन्नत्यम् इत्यस्य एकदेशवृत्तिः इत्युक्ते एकः भागः। वदतु भगिनि। आम् तु प्रश्नः अस्ति, कथं उन्नतः इति शब्दं गुणवाचकः अपि गुणिवाचकशब्दः इति तु आरम्भेन उक्तं, परन्तु तद् विशेषणवाचकः अपि कथं भवति इति। कथमित्युक्ते यदा यद्यपि तद् गुणिनं सूचयति, गुणिवाचकशब्दः अस्ति, तथापि तत्र गुणार्थः अन्तर्भूतः अस्ति तस्मिन् शब्दे, अतः तस्मिन् पदे तु तत्र यदा उन्नतः वृक्षः इति वदामः चेत् उन्नतः वृक्षमेव सूचयति, परन्तु उन्नतः इति शब्दे औन्नत्यम् इति गुणस्य भावः अपि अन्तर्भूतः अस्ति। तदर्थमेव तद् उन्नतः इति यदा वदामः तत्र औन्नत्यमिति विशेषणमपि सूचयति, वृक्षः इति तत्र विशेष्यमपि सूचयति. हा, विशेष्यवाचकमपि गुणिनमपि गुणिनमपि सूचयति. तर्हि उन्नतः इति यदा वदामः तस्य समग्रः अर्थः अयम् औन्नत्ययुक्तवृक्षः इति. उन्नतः वृक्षः इति वदामश्चेत् तत्र समग्र अर्थः औन्नत्ययुक्तवृक्षः इति. तर्हि उन्नतशब्देन प्रथमतया गुणिः तस्मिन् यस्मिन् गुणः अस्ति तस्य सूचना प्राप्यते एकदेशे तस्य. अपरस्मिन् देशे उन्नतः शब्दस्य औन्नत्यम् इति अन्तर्भूतः अस्ति गुणः इत्यपि सूचना प्राप्यते. तर्हि समग्रः अर्थः अस्ति औन्नत्ययुक्तवृक्षः, तदेव गुणविशिष्टगुणिनम् इत्यस्य तात्पर्यम्. औन्नत्ययुक्तवृक्षः, तस्मिन् गुणः अस्ति औन्नत्यं विशिष्ट विशिष्ट तु विशिष्टः एव, गुणि अस्ति वृक्षः, तदर्थं गुणविशिष्टं गुणिनं बोधयति उन्नतः इति पदं. तेन गुणस्यापि काचित् सूचना प्राप्यते. तर्हि गुणिवाचकः अपि अस्ति, विशेषणवाचकपदमपि अस्ति उन्नतः. अत्र प्रश्नः अस्ति वा? प्रश्नाः सन्ति चेत् पृच्छन्तु, नो चेत् अग्रे सराम. अस्तु, अग्रे लक्ष्मी भगिनी पठति किम्? आं पठामि भगिनि. श्रूयते किं पठितवती खलु? अस्तु अग्रे पठतु. केवलं गुणः वक्तव्यः चेत् औन्नत्यं, गुणविशिष्टगुणी यदा वक्तव्यः तदा उन्नतः इति एव प्रयोक्तव्यः. तदा औन्नत्यम् इति गुणः उन्नतः इति शब्देन बोधितः, किन्तु केवलं गुणः इति न, औन्नत्ययुक्तवृक्षः बोधितः, नाम औन्नत्यमपि बोधितं, तद्युक्तः वृक्षः अपि बोधितः. अतः उन्नतः विशेषणवाचकः इति वदामः. स्वयं विशेषणं न, परन्तु विशेषणस्य अर्थः अस्मिन् गुणिवाचकशब्दे अन्तर्भूतः. भवती यत् उक्तवती पूर्वं तदेव अस्ति. उन्नत इति पदेन वयं वृक्षस्य गुणः अपि वृक्षस्य विशेष्यम् उन्नतः इति जानीमः. अनन्तरम् उन्नतः इति शब्दः औन्नत्यम् इति अर्थमपि बोधितः. अतः उन्नतः विशेषणं न, किन्तु विशेषणस्य अर्थः बोधति, अर्थं बोधयति. इत्येव अस्ति अत्र औन्नत्यम् इति गुणः वस्तुतः उन्नतः शब्देन गुणविशिष्टगुणि यः अस्ति तस्य सूचना प्राप्यते उन्नतशब्देन. गुणविशिष्टगुणि नाम औन्नत्यविशिष्टवृक्षः अथवा सौन्दर्यविशिष्टबालकः, यत्किमपि भवतु तस्य बोधः भवति उन्नतः वा अथवा सुन्दरः इति शब्देन. तत्र वस्तुतः गुणः अस्ति औन्नत्यम्. तर्हि यदा वयं सुन्दरः इति शृणुमः तत्र सौन्दर्यम् इति गुणः अपि तत्र अन्तर्भूतः अस्ति, सौन्दर्यविशिष्टबालकः इति. तर्हि गुणि यः अस्ति तस्यापि बोधः भवति, अपि च गुणस्यापि काचित् बोधः भवत्येव, तस्य अर्थे अन्तर्भूतः अस्ति गुणः. इति उक्तम् अत्र. अत्र प्रश्नः अस्ति वा? अस्तु, अग्रिमवाक्यमपि पठतु भगिनि. अस्तु, तर्हि निष्कर्षः एवं, यद्यपि उन्नतशब्दः केवलं गुणीवाचकः, किन्तु अस्मिन् कार्ये गुणस्य सङ्केतः अपि अन्तर्भूतः. निष्कर्षः इति उक्ते इत्युक्ते किमर्थं, किं भगिनि? निष्कर्षः इत्युक्ते यद् अवगतं, वाट् इस् डेड्यूस्ड्. ओ अस्तु, धन्यवादः. इति एव सारांशः, किमर्थं द्वयमपि, गुणिवाचकः अपि अस्ति, विशेषणवाचकः अपि अस्ति इत्युक्तौ. गुणिवाचकः तु अस्ति एव, किन्तु तेनैव शब्देन गुणस्य अपि काचित् सूचना प्राप्यते इति कारणतः तत् पदं विशेषणवाचकमपि. भगिनि, यदा अन्ये गुणिवाचकशब्दाः सन्ति तत्रापि तथैव स्थितिः अस्ति वा? तस्मिन् गुणिवाचकशब्दः अस्ति एव, विशेषणवाचकशब्दः अपि तथैव भवति, एवं वा? हा, भवानेव वदतु. इतोपि एकम् उदाहरणं ददातु भवान् गुणिवाचकपदम् उपयुज्य. तत्कारणात् न पृष्टवान्. केवलं सर्वेषाम् अवगमनाय पृच्छामि. उदाहरणं भवानेव दत्त्वा चिन्तयतु. यदा यथा वदामः सुन्दरः बालकः, तत्तु गुणिवाचकशब्दः तु अस्ति एव, बालकं सूचयति, परन्तु अन्यत् सूचयति यदा बालके सुन्दरता अस्ति, सौन्दर्यम् अस्ति, तदपि सूचयति. विशेषणवाचकशब्दः अपि तथा अन्तर्भूतः अस्ति सुन्दरशब्दस्य. सत्यं, सुन्दरः शब्दः गुणिनं बोधयति प्रथमतया, यथा भवान् उक्तवान्. कीदृशं गुणिनं बोधयति? गुणविशिष्टगुणिनं. तत्र गुणः कः भवतः उदाहरणे? सुन्दरत्वं. सुन्दरत्वम् अथवा सौन्दर्यं. सौन्दर्यं, हा, तर्हि गुणविशिष्टगुणिनं, सौन्दर्यविशिष्टबालकं बोधयति सुन्दरः शब्दः. इति अवगतं वा? हा, तेन कारणेन एव तत्र सुन्दरता इत्यस्य गुणस्य अपि सूचना लभ्यते, अपि च सुन्दरः तु गुणिवाचकः एव. यः गुणिः गुणि अस्ति तस्य अपि बोधः भवति. इत्येव सारांशः. अवगच्छन्ति वा सर्वे? अस्तु, मध्ये केनापि आगतं वा? आं भगिनि, अजितः. ओ, अजितमहोदय, अस्तु. कदा आगतवान्? अहं न पृष्टवती, किन्तु इदानीमेव, किञ्चित् निमिषपूर्वम्. अस्तु अस्तु अस्तु, तर्हि अस्माकं चर्चा तु अनुवर्तते एव विशेषणविशेष्यभावः इत्यस्य एव. अधुना यत् चर्चितम् अवगतं वा अजितमहोदय? उन्नतः वृक्षः कथं गुणिवाचकः, कथं विशेषणवाचकः अपि इति. आम्, उन्नतः उन्नतः वृक्षः गुणिवाचकः एव. उन्नतः वृक्षः गुणिवाचकः एव, सत्यम्. आम्, वृक्षः विशेष्यवाचकः, अपि च उन्नतः विशेषणवाचकः इत्यपि उक्तमासीत् अस्माभिः, खलु? आम्. हा, तर्हि उन्नतः पदं गुणिवाचकः अपि विशेषणवाचकः अपि कथम् इति अस्ति प्रश्नः. प्रश्नः अवगम्यते वा? उन्नतः उन्नतः वृक्षः इति वाक्यम्, उन्नतः तु गुणिवाचकः यथा पूर्वमेव उक्तं भवता. सः उन्नतः इति पदं केवलं गुणिवाचकः न, अपि तु विशेषणवाचकः अपि. किन्तु उन्नतः वृक्षवाचके उन्नतः पदं विशेषणम् उन्नतः पदं विशेषणं न विशेषणवाचकं विशेषणवाचकम् आम् विशेषणवाचकं किमर्थम् इत्युक्ते उन्नतः इति वदामश्चेत् तेन औन्नत्यम् इति गुणः अस्ति इति सूचना लभ्यते अस्माभिः तदर्थम् उन्नतः अथवा सुन्दरः गुणिवाचकः अपि च विशेषणवाचकः अपि बालकस्य सौन्दर्यम् इति बालकस्य सौन्दर्यं तस्यापि किञ्चित् अस्माभिः सूचना प्राप्यते इत्यतः गुणिवाचकः अपि च विशेषणवाचकः अपि किन्तु तादृशवाक्यानि सर्वे गुणिवाचक विशेषवाचक एवं वा राजेन्द्रमहोदयस्य सः एव प्रश्नः आसीत् तस्य उदाहरणे अहं तु उन्नतः वृक्षः इति उदाहरणं दत्तवती राजेन्द्रमहोदयस्य उदाहरणम् आसीत् सुन्दरः बालकः इति तत्र सुन्दरः इति पदस्य कार्यं किम् बालकस्य विशेषणं गुणिवाचकः वा अथवा गुणवद्वाचकः वा गुणवाचकः वा क्षम्यताम् सुन्दरः बालकः गुणिवाचकः गुणिवाचकः तत्र गुणि कः गुणी नाम कः तत्र वदतु राजेन्द्रमहोदय बालकः गुणी अस्ति बालकः एव सुन्दरः इति गुणिनं वाचयति अथवा बोधयति तर्हि प्रथमतया सुन्दरः बालकः उदाहरणे सुन्दरः इति गुणिवाचकः न तु गुणवाचकः किन्तु सुन्दरः स्वयं विशेषणं नास्ति सुन्दरः विशेषणवाचकपदमस्ति वस्तुतः सौन्दर्यम् इति विशेषणं तस्य वाचकत्वं सौन्दर्यस्य वाचकत्वम् अपि सुन्दरः इति पदे अस्ति तदर्थं सुन्दरः इति पदं गुणिवाचकः अपि अस्ति विशेषणवाचकशब्दः अपि अस्ति बुद्धं वा बुद्धं तर्हि भगिनी किमपि वाक्यं गुणि एव वाक्यं न विशेषवाक्यम् इति उदाहरणं वा प्रश्नः न अवगतः मया उन्नतः वृक्षः सुन्दरः बालकः इत्यादि वाक्यानि गुणिवाचकः अपि विशेषवाचकः इत्येव अद्य अधुना अस्माभिः चर्चितः अंशः मम प्रश्नः किमपि अन्यवाक्यानि एकगुणिवाचक एव अथवा विशेषवाचक एव तत्र उदाहरणं वा उदाहरणं ददातु भवानेव सुन्दरः बालकः तत्रापि गुणिवाचकः विशेषणवाचकः पदः सुन्दरः उन्नतः वृक्षः तत्रापि गुणिवाचकः विशेषणवाचकः स्थूलः पुरुषः तत्रापि स्थूलः इति शब्दः गुणिवाचकः अपि च विशेषणवाचकः नीलः घटः भवती वदतु किं चिन्तयति नीलः विशेषणवाचकः गुणिवाचकः नीलः गुणिवाचकः गुणिवाचकः नीलः तु विशेषणवाचक तु अस्ति सत्यं किल सत्यं किल सत्यं नीलः इति नीलः इति स्वयमेव अस्ति विशेषणमपि, तर्हि सः शब्दः विशेषणमपि बोधयति. किञ्चित् उन्नतः बालकः इति वदामश्चेत् औनत्यविशिष्ट औनत्ययुक्तः बालकः इति कारणेन औनत्यस्य अपि काचित् सूचना प्राप्यते. औनत्यम् इति विशेषणं, तस्य वाचकः अस्ति उन्नतः. अवगतं वा? अवगतं भगिनि. गुणी भगिनि, गुणी गुणी गुणिवाचकशब्दानां भेदः, शब्द शब्दयोः भेदः, यथा घटवत् भूतलम् इति वदामः चेत् भूतलं गुणी, घटवत् गुणिवाचकः वा गुणि गुणि वा? गुणि, यस्मिन् गुणः अस्ति सः गुणि. गुणि, हा. भूतलं घटवत् इति वा इति वदनेन भूतलम् इति गुणी अस्ति, घटः इति गुणः अस्ति, परन्तु घटवत् भूतलम् इति वदामः तत्र घटवत् इति गुणी वा गुणिवाचकः वा? घटवत् इति गुणवाचकः, गुणवाचकः. चिन्तयतु, श्रद्धा, बलं, धैर्यं, ते सर्वे कीदृशाः पदाः, कीदृशाः शब्दाः? गुणवाचकः. गुणवाचकः. अस्तु, इदानीं भवत्याः प्रश्नः अस्ति घटवत् कस्य वाचकः इति, खलु? आमामाम्. गुणवाचकः वा गुणवाचकः वा? न न, घटवत् घटवत् भूतलम् इति यदि वदामः तत्तु गुणिवाचकः, यथा भवत्या उक्तं तत् साधुः एव. भूतलं घटवत् समानस्तरे. भूतले भूतले घटः अस्ति, तदर्थं सः घटवत् गुणिवाचकः, गुणिवाचकः. किन्तु घटवत् इति विशेषणवाचकपदमपि इति अङ्गीक्रियते वा? घटवत् विशेषणवाचक. तस्मिन् वाक्ये तु भूतलमेव गुणी अस्ति, यतः भूतले गुणः अस्ति, घटः इति गुणः अस्ति. घटवत् इति वदनेन घटवत् गुण गुणवद् वाचकशब्दः वा? गुणवत् अथवा गुणिवाचकः, गुणवत् अथवा गुणिवाचकः. अस्तु अस्तु. अपि च विशेषणवाचकः अपि, अस्माकं विशेषणः विशेषणं तु घटः भवति तदा. अस्तु, इति स्पष्टं स्यात् इति मन्ये. अस्तु, अग्रे सरेमः. पुष्पा भगिनी पठति वा अग्रे? उन्नतशब्दस्य सीमा का? तर्हि उन्नतः वृक्षः इत्यत्र इत्यत्र उन्नतशब्दः विशेषणवाचकः. तर्हि उन्नतः वृक्षः इत्यत्र उन्नतशब्दविशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः, तादृशगुणेन युक्त इति एतवान् एव ज्ञायते, न तु वृक्षः इति. वृक्षः इति ज्ञातव्यं चेत् वृक्षे अत्र अग्रे वृक्षः इति शब्दः प्रयोक्तव्यः. उन्नतः इत्येव वदामश्चेत् कः उन्नतः इति न ज्ञायते. कश्चन उन्नतः इत्येतावत् एव ज्ञायते. इत्युक्ते वृक्षः इति शब्देन एव बोध्यते, न तु उन्नतः इति शब्देन. तर्हि उन्नतशब्देन वस्तुतः किं बोध्यते इत्युक्ते औन्नत्ययुक्त कश्चन पदार्थः इति एतावत् एव. अस्तु, किम् अवगतम्? उन्नतः वृक्षः इदं वाक्येन उन्नतशब्दः विशेषणवाचकः. तत्र उन्नतः इति शब्देन उन्नतत्वम् इति गुणः. उन्नतत्वं सत्यम्, उन्नतत्वम् इति गुणः बुध्यते अस्माभिः. अनन्तरं तादृशगुणेन युक्तः इति एतावत् एव ज्ञायते. तादृशगुणेन इति उन्नतः गुणेन, तादृशगुणेन उन्नतगुणेन युक्त इति एतावत् एव ज्ञायते. इत्युक्ते उन्नतः इति वदामश्चेत् यदा भवती उक्तवती औन्नत्यम् अथवा उन्नतत्वम् इति गुणः अस्ति इति तु ज्ञातम्. उन्नतः पदस्य समग्र अर्थे गुणस्यापि सूचना अस्ति, औन्नत्यम् इति गुणः इति तत्तु ज्ञातम्. अनन्तरं केवलम् उन्नतः इति वदामश्चेत् कश्चित् पदार्थः उन्नतः, उन्नतः वृक्षः भवतु अथवा उन्नतः पुरुषः भवतु, कश्चित् पदार्थः अस्ति यस्मिन् औन्नत्यः अस्ति इत्येव ज्ञातम्. तदनन्तरम् अन्यत् किमपि न ज्ञायते. इति उन्नतः शब्दस्य सीमा अस्ति. सीमा इत्युक्ते लिमिटेशन्, बौण्ड्रि. कियत् ज्ञायते उन्नतशब्देन? केवलम् औन्नत्यगुणयुक्तः कश्चन पदार्थः इति ज्ञायते. कः पदार्थः इति न ज्ञायते. कः पदार्थः इत्यस्य बोधनार्थम् अग्रे किञ्चित् वक्तव्यं भवति. उन्नतः वृक्षः वा बालकः? कः उन्नतः इति न ज्ञायते, कश्चन उन्नतः इत्येतावत् एव ज्ञायते. कश्चन उन्नतः इत्येव इत्येतावदेव ज्ञायते. सत्यं. तर्हि बालकः या वृक्षः उन्नतः, हा, तद् अग्रे वक्तव्यं भवति. इत्युक्ते विशेष्यवाचकशब्दस्य आवश्यकता अस्ति तत्र. उन्नतः तु विशेषणवाचकः अपि च गुणिवाचकः. पुनः एकवारं वक्तव्यं भवति विशेष्यवाचकः शब्दम् उपयुज्य विशेष्यं किम् इति वक्तव्यं भवति. इति सीमा अस्ति. सीमा इत्युक्ते लिमिटेशन्स् अथवा बौण्ड्रि अस्ति उन्नतशब्दस्य. तर्हि किं किं ज्ञायते उन्नतशब्देन? उन्नतशब्देन विशेषणवाचकः उन्नतत्वम् इति गुणः, तादृशगुणेन इति एतावत् गुणेन युक्त इति एतावत् ज्ञायते. तादृशगुणेन युक्तः कोऽपि पदार्थः अस्ति इति ज्ञायते. बालकः वा वृक्षः इति किमपि. अस्तु, अग्रे सरला पठति वा? तदर्थम् एव उच्यते औन्नत्यरूपगुणेन युक्तम् इति अखण्डं यत् अस्ति तस्मिन् अखण्डे अर्थे एकदेशरूपेण औन्नत्यम् इति गुणः तत्र भवति. एकदेश इत्युक्तो एकभागः. अत्र उन्नतशब्दस्य अर्थः औन्नत्ययुक्तपदार्थः. अतः वस्तुतः उन्नतः इति कथनेन वृक्षस्य भानं न भवति, वृक्षस्य बोधः न भवति. वृक्षस्य बोध अपेक्षितः चेत् वृक्ष इति एव शब्द प्रयोक्तव्यः. उन्नत इति शब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थ इत्येव बोध अस्माकं भवति, न तु वृक्षस्य बोधः इति पुनः उक्तं, भवती किञ्चित् वदति वा स्वस्य वाक्यैः? ओके, उन्नतशब्देन वयं जानीमः औन्नत्य तस्य सङ्केतं भवति, तस्य गुणः भवति, परन्तु यस्मिन् औन्नत्यम् अस्ति तस्य किञ्चित् विवरणं नास्ति। यदि पदार्थं योजेन उन्नत शब्द तदर्थि तर्हि अहं वयं जानीमः कस्मिन् औन्नत्यम् अस्ति। सो अतः उन्नतशब्दः गुणिनः गुणिवाचकः अस्ति, विशेषणवाचकशब्दः अस्ति। सो एकदेशरूपेण इत्युक्ते तस्य गुण औन्नत्यम् अस्ति, एकदेशे औन्नत्यं बुध्यते, अपि च औन्नत्यगुणेन युक्तः कश्चन पदार्थः इति अपि कश्चन पदार्थः इति सङ्केतं भवति। सङ्केतम् उत्तमं भगिनि। भानं, भानम् अर्थं किं? भानम् इत्युक्ते ज्ञानम् अथवा अवगमनम् इति भासते इति वदामः खलु, तस्य भानम् इति रूपमस्ति, यथा गमनं, करणं, लेखनं, तथा भासते इत्यस्य भानम् इति बोधः अथवा किञ्चित् अवगमनं भवति इति अर्थः। तर्हि उन्नतशब्देन औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इति भानं भवति, तत्र औन्नत्यम् इति गुणः अस्ति, तेनैव गुणेन युक्तः कश्चन पदार्थः अस्ति इति भानं भवति, अग्रे अस्माभिः वक्तव्यं भवति सः पदार्थः कः इति। अस्तु, अग्रे अजितमहोदय पठति वा? आं भगिनि। तर्हि अग्रे उन्नतः इति शब्दः धर्मिवाचकः किमर्थम् इति चेत् औन्नत्यरूपगुणेन युक्तः कश्चन पदार्थः इत्युक्तम् इत्युक्तं तादृशः विद्यमानधर्मः वृक्षे, अतः वृक्षः धर्मी, उन्नतः च तस्य सूचकः धर्मिवाचकः, किन्तु वस्तुतः सः धर्मी कः इति उन्नतः शब्देन न ज्ञायते, तदर्थं वृक्षः वक्तव्यः इति उन्नतः वृक्षयोः भेदः। अस्तु महोदय, वदतु किञ्चित्। महोदय, प्रथमवाक्ये उक्तं धर्मिवाचकः इति, धर्मिवाचकः तत्र किमपि नास्ति, गुणिवाचकः इति यदा वदामः, यथा वदामः तथा एव धर्मिवाचकः, उन्नतः इति कश्चन धर्मः स्वभावः तावदेव। किं उन्नतः वृक्षः इति वदामः चेत् उन्नतः तस्य सूचकधर्मिवाचकः अथवा गुणिवाचकः। गुणिवाचक तेन किं सूचना, का सूचना प्राप्यते? औन्नत्यरूपयुक्त कश्चन पदार्थः इति सूचना प्राप्यते उन्नतशब्देन। तादृशः पदार्थः कः? वृक्षः स्यात्, बालकः स्यात्, सः वृक्षः अथवा बालकः अथवा अन्यः कोऽपि, सः धर्मी अस्ति, यथा गुणी इति वदामः तथा धर्मी, उन्नतः तु धर्मीवाचकः शब्दः। धर्मी कः इति ज्ञातुं वृक्षः वा बालकः वा इति वक्तव्यः भवति. उन्नतशब्देन तादृशज्ञानं न भवति अस्माकं. धर्मीकः अथवा गुणीकः इति ज्ञानं न भवति. केवलं गुणिवाचकः अस्ति, किन्तु साक्षात् गुणीकः इति न ज्ञातुं शक्नुमः उन्नतशब्देन. इत्येव भेदः अस्ति उन्नतवृक्षयोः. वृक्षः तु साक्षात् सः गुणीकः इति सूचयति, किन्तु उन्नतः कस्मिंश्चित् गुणिनि अस्ति औन्नत्यगुणं गुणः इति सूचयति. इत्येव भेदः अस्ति उन्नतवृक्षयोः. बुद्धं वा? अस्तु. अग्रे अस्तु, राजेन्द्रमहोदय पठति वा अग्रे? समापयिष्यामः. उन्नतशब्दः गुणिवाचकः एव, न तु गुणवाचकः इति सत्यं. तथापि उन्नतशब्देन गुणीकः इति उन्नतशब्देन न ज्ञायते. पदार्थः वृक्षः वा पुरुषः वा बालकः वा कुक्कुरः वा इति यावत् विशेषवाचकशब्दः न उच्चार्यते तावत् न बुध्यते. तथैव किम् अस्ति, यथा वयम् उन्नतशब्दः एव वदामः, तथा उन्नतः तु गुणिवाचकशब्दः अस्ति, तथा न ज्ञातुं शक्नुमः कः उन्नतः अस्ति, कस्मिन् औन्नत्यम् अस्ति. यत्किमपि पदार्थः अस्ति तस्य पदार्थस्य बोधः न भवति, यथा केवल उन्नतशब्दप्रयोजयामः. यद्यपि वयं ज्ञातुं शक्नुमः, ज्ञातुम् इच्छामः, तथा तु वदनीयम् एव. वृक्षः, पुरुषः, बालकः, कुक्कुरः वा विशेषवाचकशब्दः तु वदनीयम् एव उच्चार्यते, तावत् न अन्यथा न बुध्यते अस्माभिः. अस्तु, तर्हि पुनः वदतु, वृक्षः, पुरुषः, बालकः कीदृशशब्दाः? विशेषवाचकशब्दः. विशेषवाचकशब्दाः. उन्नतः कीदृशशब्दः? गुणिवाचकशब्दः. अपि च विशेषणवाचक, विशेषणवाचकशब्दः. इत्येव महान् भेदः अस्ति. वृक्षः विशेषवाचकः, उन्नतः गुणिवाचकः, अपि च विशेषणवाचकः इति. अस्तु, पद्मा भगिनी अस्ति वा? मध्ये गतवती इति चिन्तयामि. अस्तु, भवती अन्ते पठित्वा समापयतु. विशेष्यभूतः यः वृक्षः, सः वृक्षः वृक्षशब्देन बोध्यते. औन्नत्यरूपः यः गुणः, सः उन्नतशब्देन बोध्यते. उन्नतशब्दः वस्तुतः गुणवाचकः न, किन्तु उन्नतशब्दस्य यः अर्थः गुणविशिष्टः यः गुणी, तस्य एकदेशरूपेण औन्नत्यरूपगुणः तत्र बोध्यते. अतः एव वदामः उन्नतशब्दः विशेषणवाचकः. किं बुद्धं भगिनि? वृक्षशब्देन किं बोध्यते? वृक्षशब्देन विशेष्यं किम् इति बोध्यते. अस्तु, उन्नतशब्देन किं बोध्यते? गुणः औन्नत्यम् इति गुणः अस्ति कस्मिंश्चित् पदार्थे इति बोध्यते. वृक्षे अस्ति. वृक्षे अस्ति इति न, साक्षात् वृक्षे अस्ति इति बोध्यते वा? केवलम् उन्नतः इति वदामिश्चेत् तेन पदेन किं बोध्यते? किं पदार्थ विशेषेण बोध्यते. सत्यं, विशेषणं किम्? औन्नत्यम् औन्नत्यम् इति विशेषणम्। अनन्तरं किं बोध्यते उन्नतः इति वदामश्चेत्? गुणवाचकः, गुणिवाचकः। अस्तु, वदतु भगिनि अन्य कोऽपि गुणविशिष्ट औन्नत्यविशिष्ट गुणि कः पदार्थः अस्ति तत् बोध्यते औन्नतशब्द। सत्यम्, उन्नतशब्देन औन्नत्यम् इति गुणः अस्ति इति सूचना प्राप्यते, अपि च गुणविशिष्ट यः गुणि तस्य अपि बोधनं भवति उन्नतशब्दस्य एकदेशरूपेण। इत्युक्ते उन्नतशब्दस्य अखण्ड अर्थे प्रथमम् औन्नत्य इति गुणः अस्ति, अपरत्र गुणविशिष्टगुणि इत्यस्यापि सूचना प्राप्यते। अतः एव उन्नतशब्दः विशेषणवाचकः। भगिनि, भगिनि, एकदेशरूपेण अर्थं किम्? एकदेशरूपेण नाम वयं प्रारम्भतः पठामः यत् उन्नतशब्दस्य समग्र अर्थः अस्ति, अखण्ड अर्थः अस्ति इति वदन्तः स्मः। इत्युक्ते तस्य एकस्मिन् भागे औन्नत्यरूपगुणस्य बोधं भवति, अपरस्मिन् भागे गुणविशिष्टः कश्चन पदार्थः अस्ति इति बोधं भवति। एकदेशरूपेण इत्युक्ते तस्य अर्थस्य समग्र अर्थस्य एकेन भागेन इति। अवगम्यते वा? अस्तु, इत्येतावता कृतम् आसीत् गते सप्ताहे अपि इति चिन्तयामि। अत्र प्रश्नाः सन्ति वा कस्यापि? तर्हि सारांशरूपेण अद्य अंशद्वयं, प्रथमं तु विशेषणपञ्चकम्, जाति, कर्म, अभावः, अन्यत् किं? द्रव्यं, गुण, गुणकर्म, द्रव्यं, जाति, अभावः, एतेषां विशेषणं भवितुं सामर्थ्यमस्ति। अपरमस्ति विशेषणवाचकशब्दः, गुणिवाचकशब्दाः अपि भवति, अपि च विशेषणवाचकशब्दस्य सीमा अपि अस्ति। विशेषणवाचकशब्देन विशेषणं किम् अथवा गुणः कः इति ज्ञायते, अपि च विशेषणयुक्तगुणि कः कश्चन पदार्थः अस्ति इति एव ज्ञायते। अग्रे सः पदार्थः कः इत्यस्य उत्तरं प्राप्तुं अपरस्य शब्दस्य प्रयोगः आवश्यकः, यथा वृक्षः, बालकः इत्यादिकम् इति सारांशः अस्ति। धन्यवादः। अस्तु, विरमामः तर्हि। धन्यवादः, धन्यवादः, धन्यवादः, मिलामः, धन्यवादः, धन्यवादः, धन्यवादः।